षष्ठखण्डः तद्यत्प्रथमम्मूर्तं तद्वसोपजीवन्ति अग्निनां केन न वै देवा अश्नन्ति न पिबन्ति तदेव अमृतं दृष्ट्वा तृप्यन्ति तत्तत्र यत्प्रथमम्मूर्तं रोहितरूपलक्षणं तद्वसवः प्रातःसमनीशान उपजीवन्ति अग्निना मुखेन अग्निना प्रधानभूतेन अग्निप्रधानाः सन्तः उपजीवन्ति इत्यर्थः अन्नाद्यमृतो जायता इति वचनं कवलग्राहम् अश्नन्ति इति प्राप्तम् तत्प्रचिद्यते न वै देव अश्नन्ति न पिबन्ति इति कथं तर्हि उपजीवन्ति इति उच्यते एतदेव हि यथोक्तमूर्तं रोहितं रूपं दृष्ट्वा उपलभ्य सर्वकरणैः अनुभूय तृप्यन्ते दृशेः सर्वकरणद्वारा उपलब्ध्यर्थत्वात् नानु रोहितं रूपं दृष्ट्वा इत्युक्तं कथम् अन्य इन्द्रियविषयत्वं रूपस्येति न यशादीनां श्रोत्रादिगम्यत्वात् श्रोत्रग्राह्यं यशः तेजोरूपं चाक्षुषम् इन्द्रियं विषयग्रहणकार्यानुमेयं कर्णसामर्थ्यं वीर्यं बलं देहगत उत्साह प्राणवत्त अन्नाद्यं प्रत्यहम् उपजीव्यमानं शरीरस्थितिकरं यद्भवति रसो हि इयमात्मकः सर्वः यं दृष्ट्वा तृप्यन्ति सर्वे देवा दृष्ट्वा तृप्यन्ति इति एतत् सर्वं स्वकरणैः अनुभूय तृप्यन्ति इत्यर्थः आदित्यसंश्रयाः सन्तः वैगन्ध्यादिदेहकरणदोषरहिताश्च स एतदेव रूपम् अभिसंविशन्ति एतस्माद् रूपादुद्यन्ति किं ते निरुद्यम अमृतम् उपजीवन्ति न कथं तर्हि एतदेव रूपम् अभिलक्ष्य अधुना भोगावसरो न अस्माकमिति बुद्ध्वा अभिसंविशन्ति उदास्यते यदा वै तस्य अमृतस्य भोगावसरो भवेत् तदा एतस्मात् अमृतत्वम् अमृतभोगनिमित्तम् इत्यर्थः एतस्माद्रूपात् बुध्यन्ति उत्साहवन्तो भवन्ति इत्यर्थः न हि अनुत्साहवताम् आनानुतिष्ठताम् अलसानां भोगप्राप्तिः लोके दृष्टा स एतदेव अमृतं वेद वसूनामेव एको भूत्वा अग्निनाय मुखेन एतदेव अमृतं दृष्ट्वा तृप्यते स एतदेव रूपम् अभिसंशति एतस्माद्रूपादुदेति स यः कश्चिन् एतदेवं यथोदितं ऋङ्मधुकरतापरससंक्षरणं ऋग्वेदविहितकर्मपुष्प तस्य च आदित्यसंश्रयणं रोहितरूपत्वं च अमृतस्य प्राचीनिगतरश्मिनाडीसंस्थतां वसुदेवभोग्यतां तद्विदश्च वसुभिः सह एकतां गत्वा अग्निनामुखेन उपजीवनं दर्शनमात्रेण तृप्तिं च स्वभोगावसरे उद्यमनं तत्काल अपाये च संवेशनं वेद सोऽपि वसुवतो सर्वं तथैव अनुभवति स यावदादित्यः पुरस्तादुदेतः पश्चादस्तमेतः वसूनामेव तावदाधिपत्यं स्वराज्यं पर्येत कियन्तं कालं विद्वान् तदमृतम् उपजीवति इति उच्यते स विद्वान् यावदादित्यः पुरस्तात् प्राच्यां दिशि उदेत पश्चात् प्रतीच्याम् अस्तमेत तावद्वसूनां भोगकालः तावन्तमेव कालं वसूनाम् आधिपत्यं स्वाराज्यं पर्येत परितो गन्ता भवति इत्यर्थः न यथा चन्द्रमण्डलस्थः केवलकर्मी परतन्त्रः देवानाम् अन्नभूतः किं तर्हि अयम् आधिपत्यं स्वराज्यं स्वराड्भावं च अधिगच्छति इति षष्ठखण्डभाष्यं सप्तमःखण्डः अथ यद्वितीयमतं तद्रुद्रापजीवन्ति इन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्ति एतदेवमतं दृष्ट्वा तृप्यन्ते स एतदेव रूपम् अभिसंविशन्ति एतस्माद्रूपादुद्यन्ति स एतदेवमतं वेद रुद्राणामेव एको भूत्वा इन्द्रेण मुखेन एतदेवमतं दृष्ट्वा तृप्यते स एतदेव रूपम् अभिसंविशति एतस्माद्रूपादुदेति अथ यद्वितीयमतं तद्रुद्रापजीवन्ति इत्यादि समः स यावदादित्या पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणता उदेता उत्तरतो अस्तमेता रुद्राणामेव तावदाधिपत्यं स्वाराज्यं पर्येत स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत्ततो द्विगुणं कालं दक्षिणता उदेता उत्तरतो अस्तमेता रुद्राणां तावद्भोगकालः इति सप्तमखण्डभाष्यम् अष्टमखण्डः अथ यत्तृतीयमतं तदादित्या उपजीवन्ति वरुणेन मुखेन वै देव अश्नन्ति न पिबन्ति एतदेव अमृतं दृष्ट्वा तृप्यन्ति त एतदेव रूपम् अभिसंविशन्ति एतस्मादुपादुद्यन्ति स एतदेव अमृतं वेद आदित्यानामेव एको भूत्वा वरुणेनैव मुखेन एतदेव अमृतं दृष्ट्वा तृप्यते स एतदेवरूपम् अविसंविधि एतस्मात् रूपादुदेति स यावदादित्यौ दक्षिणतावदेता उत्तरतौ अस्तमेता द्विस्तावत् पश्चाद्वेता पुरस्तादस्तमेताम् आदित्यानामेव तावदाधिपत्यकं स्वराज्यं पर्येताम् ततः पश्चात् उत्तरतः ऊर्ध्वमुदयिता विपर्येण अस्तमेत पूर्वस्मात् पूर्वस्मात् द्विगुणोत्तरोत्तरेण कालेन इति अपौराणं दर्शनं सवितुः चतुर्दिशम् इन्द्रयमवरुणासोम पुरीशम् उदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैः उक्तं मानसोत्तरस्य मूर्धनि मेरोः प्रदक्षिणावृत्तेः तुल्यत्वादिति अत्र उक्ता परिहारः आचार्यैः अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेन उद्वासः स्यात् उदयश्च नाम सवितुः तन्निवासिनां प्राणिनां चक्षुगोचरापत्ति तदत्येश्च अस्तमनं न परमार्थतः उदयास्तमने स्तः तन्निवासिनां च प्राणिनाम् अभावे तान् प्रति तेनैव मार्गेण गच्छन्नपि नैव उदेत नास्तमेत इति चक्षुर्गोचरापत्तेः तदत्ययस्य च अभावत् तथा अमरावत्याः सकाशात् द्विगुणं कालं संयमिनि पुरी वसति अतः तन्निवासिनः प्राणिनः प्रति दक्षिणत इव उदेति उत्तरतु अस्तमेति इति उच्यते अस्मद्बुद्धिं च अपेक्षे तदा उत्तरास्वपि पुरीषु योजना सर्वेषां च मेरुः उत्तरतु भवति यदा अमरावत्यां मध्याह्नगतः सवितः तदा संयमन्याम् उद्यं दृश्यते तत्र मध्याह्नगतो वारुण्याम् उद्यं दृश्यते तदा उत्तरस्य प्रदक्षिणावृत्तेः तुल्यत्व इलावृतवासिनां सर्वतः पर्वतप्राकारनिवारित आदित्यरश्मिनां सविता ऊर्ध्व इव उदेत अर्वागस्तमेत दृश्यते पर्वतोर्ध्वच्छिद्रप्रवेशात् सवितृप्रकाशस्य तथा ऋगादि अमृतोपजीविन अमृतानां च द्विगुणोत्तरोत्तरवीर्यवत्त्वमनुमीयते भोगकालद्वैगुण्यलिङ्गेन उद्यमनसंवेशनादिदेवानां रुद्रादीनां विदुषश्च समान इति अष्टमखण्डभाष्यं नवमः खण्डः अथ यच्चतुर्थमृतं तन्मरुतोपजीवन्ति सोमेन मुखेन्न वै देवाश्नन्ति न पिबन्ति एतदेवमृतं दृष्ट्वा तृप्यन्ते त एतदेव रूपम् अभिशंस्यन्ति एतस्मात् रूपात् उद्यन्ति स एतदेवमृतं वेदामृतामेव एको भूत्वा सोमेनैव मुखेन एतदेवमृतं दृष्ट्वा तृप्यते स एतदेव रूपम् अभिसंविशति एतस्मात् रूपात् उदेति स यावदादित्यः पश्चादुदेतः पुरस्तादस्तमेतः द्विस्तावद् उत्तरतः उदेतः दक्षिणतो अस्तमेतः अमृतामेव तावदाधिपत्यं स्वराज्यं पर्येत इति नामः खण्डः दशमः खण्डः अथ यत् पञ्चममृतं तत्साध्यापजीवन्ति ब्रह्मणा मुखेन न वै देवाश्नन्ति न पिबन्ति एतदेवमृतं दृष्ट्वा तृप्यन्ते त एतदेव रूपम् अभिसंशन्ति एतस्मात् रूपात् उद्यन्ति स एतदेवमृतं वेदासाध्यानामेव एको भूत्वा ब्रह्मणा एव मुखेन एतदेवमृतं दृष्ट्वा तृप्यते स एतदेव रूपम् अभिसंशति एतस्मात् रूपात् उदेति स यावदादित्य उत्तरतवदेत दक्षिणतोऽस्तमेत द्विस्तावतोर्ध्वदेत अर्वागस्तमेत साध्यानामेव तावदाधिपत्यं स्वराज्यं पर्येत इति दशमखण्डः एकादशखण्डः अथ तत ऊर्ध्वोदेत्य नैवोदेता नास्तमेता एकदेव मध्यस्तादेशश्लोकः कृत्वा एवम् उदयास्तमनेन प्राणिनां स्वकर्मफलभोगनिमित्तम् अनुग्रहं तत्कर्मफलभोगक्षये तानि प्राणिजातानि आत्मनि समृत्य अथ ततः तस्मादनन्तरं प्राण्यनुग्रहकालात् ऊर्ध्वस्सन् आत्मनि उदेत्य उद्गम्य यान् प्रति उदेति तेषां प्राणिनाम् अभावात् स्वात्मस्थः नैव उदेत नास्तमेत एकलः अद्वितीयः अनवयवः मध्ये स्वात्मनि एव स्तात् तत्र कश्चिन् विद्वान् वस्वादिसमाञ्चरणः रोहितादि अमृतभोगभागी यथोक्तक्रमेण स्वात्मानं सुवितारम् आत्मत्वेन उपेत्य समाहितस्सन् एतं मन्त्रं दृष्ट्वा उत्थितः अन्यस्मै पृष्टवती जगात् यतः त्वम् आगतो ब्रह्मलोकात् किं तत्रापि अहोरात्राभ्यां परिवर्तमानः सविता प्राणिनाम् आयुः क्षपयति यथा इह अस्माकम् इत्यं पृष्टः प्रत्याहं तत्तत्र यथा पृष्टे यथोक्ते च अर्थे एष श्लोको भवति तेन उक्तः योगिना इति श्रुतेः वचनम् इदम् न वै तत्र न निम्लोच नोदियाय कदाचन देवाः तेनाहं सत्येन मा विराधिः ब्रह्मण इति न वै तत्र यतो अहं ब्रह्मलोकादागतः तस्मिन् न वै तत्र एतदस्ति यत्पृच्छसि नहि तत्र निम्लोच हस्तम् अगमत्सवित न च उदीयाय उद्गतः कुतश्चिन् कदाचन कस्मिंश्चिदपि काल इति उदयास्तमे वर्जितः ब्रह्मलोक इति अनुत्पन्नम् इत्युक्तः शपथमेव प्रतिपेदे हे देव साक्षिणो यूयं शृणुत यथा मयोक्तं सत्यं वच तेन सत्येन अहं ब्रह्मण ब्रह्मस्वरूपेण मा विराधिः मा विरुद्धि अप्राप्तिः ब्रह्मण मम मा बोधित्यर्थः सत्यं तेन उक्तम् इत्या श्रुतिः न वास्मा उदेति न निम्लोचते सकृद्दिवाहै वास्मै भवति एतामेवं ब्रह्मोपनिषदं वेद न वा अस्मै यथोक्तब्रह्मविदे न उदेति न निम्लोचते नास्तमेति किन्तु ब्रह्मविदे अस्मै सकृद्दिवाहैव सदैव अहर्भवति स्वयं ज्योतिष्व य एतां यथोक्तां ब्रह्मोपनिषदं वेद गुह्यं वेद एवं तन्त्रेण वंशादित्रयं प्रति अमृतसम्बन्धं च यच्छाम् अन्यदवोचाम एवं जानाति इत्यर्थः विद्वान् उदयास्तमयकाल अपरिच्छेद्यं नित्यम् अजं ब्रह्म भवति इत्यर्थः तद् एतद्ब्रह्म प्रजापति उवाच प्रजापति मनवे मनो प्रजाभ्यां तद् एतदुद्दालकाय अरुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच तद् एतत् मधुज्ञानं ब्रह्म हिरण्यगर्भ विराजे प्रजापतये उवाच सोऽपि मनवे मनुः इक्ष्वाकाद्याभ्यः प्रजाभ्यः प्रोवाच इति विद्यां स्तौति ब्रह्मादिविशिष्टक्रमागता इति किञ्च तद्धीतमनुज्ञानम् उद्दालकाय आरुणये पिता ब्रह्मविद्यां ज्येष्ठाय पुत्राय प्रोवाच इदं वा तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणायाय वान्ते वासिनेयम् इदं वा तद्यथोक्तम् अन्योपि ज्येष्ठाय पुत्राय सर्वप्रियार्हाय ब्रह्म प्रब्रूयात् प्रणायाय वा योग्याय अन्तिवासिनी शिष्याय नान्यस्मै कस्मैजन यद्यपि अस्मायमाम् अद्भिः परिगृहीतां धनस्य पूर्णं दद्यान् एतदेव ततो भूयेति एतदेव ततो भूयेति न अन्यस्मै कस्मैचन प्रब्रूयात् तीर्थद्वयम् अनुज्ञातम् अनेकेषां प्राप्तानां तीर्थानाम् आचार्यादीन कस्मात् पुनः तीर्थसङ्कोचनविद्यायाः कृतमिति अहं यद्यपि अस्मै आचार्याय इमां कश्चित् पृथिवीम् अद्भिः परिगृहीतां समुद्रपरिवेष्टितां समस्तामपि दद्यान् अस्या विद्यायाः निष्क्रयार्थम् आचार्याय धनस्य पूर्णां सम्पन्नां भोगोपकरणैः न असवस्य निष्क्रयत् यस्मात् ततोपि दानात् एतदेव यन्मधुविद्यादानं भूयः बहुतरफलमित्यर्थः द्विरभ्यासः आदरार्थः इति एकादशखण्डभाष्यम्।